रासिवल्लिभ्यां च रासिवल्लिभ्यां च जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् जृविसिभ्यां झच् रुहि नन्दी जीवि रुहि नन्दी जीवि प्राणिभ्यः रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि रुहि नन्दी जीवि प्राणिभ्यः शिदासिषि तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गण्डि मण्डि जी नन्दिभ्यः नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च तृ भू तृ भू वहि वसि वहि वसि तृ भू वहि वसि भासि साधि गडि मण्डि गडि मण्डि जी नन्दिभ्यश्च जी नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च तृ भू वहि वसि भासि साधि गडि मण्डि जी नन्दिभ्यश्च हन्तेर्मुट् हि च हन्तेर्मुट् हन्ते हे मुट् हि च हन्ते हे मुट् हि च हन्ते हे मुट् हि च हन्ते हे मुट् हि च हन्तेर्मुट् हि च हन्तेर्मुट् हि च हन्तेर्मुट् हि च हन्तेर्मुट् हि च हन्तेर्मुट् हि च भन्देर्नलोपश्च भन्दे हे न लोपः च भन्दे हे न लोपः च भन्दे हे न लोपः च भन्दे हे न लोपः च भन्देर्नलोपश्च भन्देर्नलोपश्च भन्देर्नलोपश्च भन्देर्नलोपश्च भन्देर्नलोपश्च भन्देर्नलोपश्च भन्दे हे न लोपः च भन्दे हे न लोपः च रुच्छेररः रुच्छेररः रुच्छे हे अरः रुच्छे हे अरः रुच्छे हे अरः रुच्छे हे अरः रुच्छे हे अरः रुच्छेररः रुच्छेररः रुच्छे हे अरः रुच्छे हे अरः रुच्छेररः रुच्छे हे अरः रुच्छेररः रुच्छे हे अरः रुच्छेररः अर्ति क्रमि भ्रमि चमि अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् देवी वासिभ्यश्चित् देवी वासिभ्यश्चित् अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् अर्ति कमी भ्रमि चमि देवी वासिभ्यश्चित् अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् अर्ति कमि भ्रमि चमि देवी वासिभ्यश्चित् कुवः क्ररन् कुवः क्ररन् कुवः क्ररन् कुवः क्ररन् कुवः क्ररन् कुवः क्ररन् कुवः क्ररन् कुवः क्ररन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् अङ्गि मदि मन्दिभ्य आरन् गडेहे कडा च गडेहे कडा च गडेहे कडा च गडेहे कडा च शृङ्गार शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ शृङ्गारभृङ्गारौ कञ्जि मृजिभ्यां चित् कञ्जि मृजिभ्यां चित् कञ्जि मृजिभ्यां चित् कञ्जि मृजिभ्यां चित् कञ्जि मृजिभ्यां चित् कञ्जि मृजिभ्यां चित् कञ्जि मृजिभ्यां चित् तुषारादयश्च तुषारादयः च तुषारादयः च तुषारादयः च तुषारादयः च तुषारादयश्च तुषारादयश्च तुषारादयश्च तुषारादयश्च तुषारादयश्च दिङ्गो नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गो नुट् च दिङ्गो नुट् च दिङ्गो नुट् च दिङ्गो नुट् च दिङ्गो नुट् च दिङ्गः दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गः नुट् च दिङ्गो नुट् च सर्ते रपः शुक् च सर्ते रपः शुक् च सर्ते रपः शुक् च सर्ते रपः शुक् च सर्ते रपः शुक् च सर्ते रपः शुक् च सर्ते रपः शुक् च उषि कुटि दलि खचि खजिभ्यः कषन् उषि कुटि उषि कुटि दलि खचि खजिभ्यः कषन् कपन् उषि कुटि दलि उषि कुटि दलि खचि खजिभ्यः कपन् उषि कुटि दलि खचि खजिभ्य कपन् उषि कुटि दलि खचि खजिभ्यः कपन् उषि कुटि दलि खचि खजिभ्यः कपन् उषि कुटि दलि खचि खजिभ्यः कपन् उषि कुटि दलि खचि खजिभ्यः कपन् कपश्चक्रवर्मणस्य कपः कपः चक्रवर्मणस्य कपः चक्रवर्मणस्य कपश्चक्रवर्मणस्य कपश्चक्रवर्मणस्य कपश्चक्रवर्मणस्य कपश्चक्रवर्मणस्य कपश्चक्रवर्मणस्य कपः चक्रवर्मणस्य कपः चक्रवर्मणस्य कपः चक्रवर्मणस्य कपः चक्रवर्मणस्य कपः चक्रवर्मणस्य कपः चक्रवर्मणस्य विटप विटप विष्टप विशिष्योलपः विटप विष्टप विशिष विसिप विटप विष्टप विसिपोलपः विटप विष्टप विसिपोलपः विटप विष्टप विसिपो लपः विटप विष्टप विसिपो लपः विटप विष्टप विसिपो लपः विटप विष्टप विसिपो लपः विटप विष्टप विसिप उलप विटप विष्टप विसिप उलप विटप विष्टप विसिप उलप विटप विष्टप विसिप उलप विटप विष्टप विसिप उलप विटप विष्टप विसिप उलप विटि विटप विष्टप विसिप उलप विटप विष्टप विसिप उलप वृतेस्तिकन् वृतेस्तिकन् वृतेस्तिकन् वृतेस्तिकन् वृतेस्तिकन् वृतेस्तिकन् वृतेः तिकन् वृतेः तिकन् वृतेः तिकन् वृतेः तिकन् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् कृतिभिधि लतिभ्यः कित् इणस्त सन् इणस्त सन् तस सुनौ इणस्त इणस्त इणस्त सन् तस सुनौ इणस्त इणस्त सन् तस सुनौ इणः तसन् तस सुनौ इणस्तसन् तसुसु नौ इणस्त इणः तसन् तससुनौ इणः तसन् तससुनौ इणः तसन् तससुनौ इणः तसन् तससुनौ इणः तसन् तससुनौ इणः तसन् तससुनौ इणः तसन् तससुनौ इणः तसन् इणः स्तसन् तससुनौ इणस्तस इणः तसन् तससुनौ इणस्त इणस्तस इणस्तसन् इणस्तसन् तससुनौ इणः तसन् तससुनौ विपितभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् विपतिभ्यां तनन् द्रुदलिभ्यां भः द्रुदलिभ्यां भः द्रुदलिभ्यां भः द्रुदलिभ्यां भः द्रुदलिभ्यां भः द्रुदलिभ्यां भः द्रुदलिभ्यां भः द्रुदलिभ्यां भः अर्तिगृभ्यां भन् अर्तिगृभ्यां भन् अर्तिगृभ्यां भन् अर्तिगृभ्यां भन् अर्तिगृभ्यां भन् अर्तिगृभ्यां भन् इणः कित् इणः कित् इणः कित् इणः कित् इणः कित् असि सञ्जिभ्याम् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् असि सञ्जिभ्यां थिन् प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुषि सुषिभ्यः क्सिः प्लुषि कुशि सुशिभ्यः क्सिः असेर्नित् असेहे नित् असेहे नित् असेहे नित् असेहे नित् असेर्नित् असेर्नित् असेर्नित् इशेहे क्सुः इशेहे क्सुः इशेहे क्सुः इशेहे क्सुः अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि अवि त्रु स्त्रु तन्त्रिभ्य इहि यापोः किद्वे च किद् द्वे च यापोः किद् द्वे च यापोः किद् द्वे च यापोः किद् द्वे च यापोः किद् द्वे च यापोः किद् द्वे च यापोः किद् द्वे च लक्षेर्मुट् च लक्षेर्मुट् च लक्षेर्मुट् च लक्षेर्मुट् च लक्षेर्मुट् च लक्षेहे मुट् च लक्षेहे मुट् च लक्षेहे मुट् च लक्षेहे मुट् च लक्षेहे मुट् च लक्षेहे मुट् च लक्षेर्मुट् च लक्षेर्मुट् च कम्प्लीटेड्.